तर्हि अस्माकं नूतननयायवर्गे वयं पृथक्त्वभेदयोः वैलक्षण्यम् इति भागे स्मः. तर्हि अत्र पुनस्मरणत्वेन कोऽपि वक्तुं शक्नोति वा, तत्र आपादनद्वयम् इति दृष्टवन्तः खलु, तर्हि द्वितीय आपादनस्य प्रसङ्गे स्मः, परन्तु तत्र प्रथमापादनं द्वितीयापादनं किञ्चित् संक्षिप्तरूपेण कोऽपि वक्तुं शक्नोति वा? रामप्रिया भगिनी भवती वदति वा? आम् आं भगिनि, पूर्वपक्षिणः आपादनद्वयम् अस्ति. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतवधिकत्वे मानभावात् इति प्रथम आपादनम्. द्वितीय आपादनमस्ति भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् इति. प्रथम आपादने ते वदन्ति यत् गुणरूपस्य तस्य इत्युक्ते पृथक्त्वस्य, यदा गुणस्य स्वभावः अस्ति तदा एव पृथक्त्वस्य रूपादिवत् इत्युक्ते रूप आदिगुणः तादृशं मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य इत्युक्ते यदा द्रव्यस्य उत्पत्तिः भवति तत् द्वितीयक्षणे अग्रिमक्षणे एव गुणस्य उत्पत्तिः भवति, अतः नियत अवधिकत्वे मान अभावात् यदा गुणस्य उत्पत्तिः द्वितीयक्षणे एव भवति, अनन्तरं यदा संयोगः आदि गुणः अस्ति तत्र तु नियत अवधिकत्वं नास्ति, अतः पृथक्त्वमपि गुणः न इति तस्य प्रथम आपादनम् अस्ति. द्वितीयमस्ति भूतल अवधिकत्वस्यैव कपाल अवधिकत्वस्यापि आवश्यकत्वात् इति. यदा भूतल अवधिकः इति वयं स्वीकुर्मः चेत् तत्र तादृशमेव कपालावधिकत्वमपि वयं वक्तुं शक्नुमः इति. किमर्थं न वक्तुं शक्नुमः इति तेषां द्वितीय आपादनम्. बहु सम्यक् अस्ति भगिनि. इत्युक्ते अत्र प्रथम आपादने तत्र एकमेव वक्तव्यं, यदा भवती तत्र द्वितीयक्षणे जायमानस्य इति उक्तवती, तत्र गुणः इति द्रव्यस्य अनन्तरम् उत्पत्ति भवति इत्येव तत्र सूचनार्थमेव तत्र द्वितीयक्षणे जायमानः इति अस्ति. इत्युक्ते गुणस्य स्वभावः तादृशः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इत्येव. सम्यक्. तर्हि भवती एव अग्रे पठति वा? तत्र संयोगस्य साधकं भवति युद्धस्य तत्त्वं. संयोगस्य साधकं भवति युतसिद्धत्वं. युतसिद्धत्वं नाम किं? पृथग् आश्रय आश्रितत्वम् इत्युक्तम्. इदानीं पृथक्त्वस्य स्थाने यदा भेदः स्वीकृतः तदा कपाले घटभेदः अस्ति, घटे च कपालभेदः अस्ति. अतः घटस्य कपालभेद आश्रयत्वात् कपालस्य च घटभेद आश्रयत्वात् तयोः युतसिद्धत्वं स्यात्. युतसिद्धत्वे तयोः संयोगः स्यात् इति आपादनम्. तस्मात् किं कर्तव्यम्? युतसिद्धत्वं कस्य इत्युक्तौ पृथक्त्व आश्रयस्य. पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम्. इयं मुख्यावृत्तिः. अत्र युतसिद्धत्वम् इत्युक्ते किम् इति पुनः संयोगस्य साधकं भवति युतसिद्धत्वं. यदा संयोगः कदा भवति इत्युक्ते युतसिद्धत्वं साधकं भवति युतसिद्धत्वं युतसिद्धत्वेन संयोगः भवति इति एव किल भगिनि. हा इत्युक्ते यत्र युतसिद्धत्वम् अस्ति तत्र संयोगः इत्युक्ते युतसिद्धत्वं संयोगं साधयति. युतसिद्धत्वं संयोगं साधयति. युतसिद्धत्वं नाम किं? पूर्वमेव वयं दृष्टवन्तः पृथगाश्रय आश्रितत्वम् एव यत्र पृथगाश्रय आश्रितत्वम् अस्ति तत्र एव युतसिद्धत्वं भवति इति वयं पूर्वं दृष्टवन्तः. इदानीं पृथक्त्वस्य स्थाने यदा भेदः स्वीकृतः तदा कपाले घटभेदः अस्ति, घटे च कपालभेदः अस्ति. यदा वयं पृथक्त्वस्य स्थाने भेदः इति स्वीकुर्मः चेत् तत्तु आपादनम् आम् तदा कपाले घटभेदः अस्ति, घटे च कपालभेदः अस्ति इति भवति. तत्तु आपादनम् आम्. अतः घटस्य कपालभेद आश्रयत्वात् कपालस्य घटभेद आश्रयत्वात् तयोः इतशुद्धत्वं स्यात्. यदा वयं तत् स्वीकुर्मः चेत् घटस्य कपालभेदः आश्रयः भवति, घटः कपाल भेदस्य आश्रयः भवति, कपालः घटभेदस्य आश्रयः भवति. तत्र तयोः मध्ये युतसिद्धत्वं स्यात्. यदा युतसिद्धत्वं भवति चेत् संयोगः भवति, परन्तु तत्तु आपादनम्. आं भगिनि. हा तत्र एकक्षणं भगिनि. अत्र किमर्थं तत्र तथा उक्तम् इत्युक्ते युतसिद्धत्वं स्यात् इति किमर्थम् उक्तम्? स्यात् इति किमर्थम् इत्युक्ते यदा वयं पृथक्त्वस्य स्थाने भेदः इति वयं स्वीकुर्मः चेत् तत्र घटस्य घटे कपालभेदः अस्ति, कपाले घटभेदः अस्ति इति भवति चेत् तत्र युतसिद्धत्वं भवति, संयोगः भवति. युतसिद्धत्वं भवति चेत् संयोगः भवति इति, तद् संयोगः जायते इति भवति यदा. बहु सम्यक्. इत्युक्ते युतसिद्धत्वं भवति पृथगाश्रय आश्रित पदार्थयोः मध्ये खलु. तर्हि तत्र पृथक् इति स्थाने भेदः इति स्वीकृतवन्तः चेत् अत्र भिन्नाश्रय आश्रितवन्तौ यौ पदार्थौ तयोः मध्ये युतशुद्धत्वम् इति भवति. तर्हि तत्र यत्र युतशुद्धत्वं तत्र संयोगः इति तत्र आपादनं भवति इति आपादनं भवति. तस्मात् किं कर्तव्यम् इति भवति चेत् किं कर्तव्यम् इति, यदा युतसिद्धत्वं न स्वीकुर्मः चेत् किं कर्तव्यं, तद् आपादनस्य निवारणं किम् इति अस्ति. युतसिद्धत्वं न स्वीकृतम् इति न, तत्र तथा आपादनं भवति, परन्तु तत्र संयोगः घटकपालयोः मध्ये संयोगः न भवति इति तु वयं जानीमः खलु. हा तर्हि तत् किं कर्तव्यम् इति, तर्हि कथं तत्र संयोगस्य निवारणं कथं भवति? युतसिद्धत्वं कस्य इत्युक्तौ पृथक्त्व आश्रयस्य, पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम्. युतसिद्धत्वं तु पृथक् आश्रय आश्रितवन्तौ द्वौ पदार्थौ एव तत्र क्षम्यतां, युतसिद्धत्वं कस्य भवति इत्युक्ते पृथक्त्व आश्रयस्य एव भवति. यदा पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम्. भेदस्य अपेक्षया पृथक्त्वं किञ्चित् अतिरिक्तम् इत्युक्ते अन्यः इति एव स्वीकर्तव्यम् इति किल? हा सत्यम्. इयं मुख्यावृत्तिः. एतत्तु मुख्यमस्ति. पृथक्त्वं तु भिन्न भिन्नपदार्थः भेदः न इति. उत्तमं. तर्हि अग्रे भगिनि. तर्हि पृथक्त्व आश्रयत्वे युतसिद्धत्वं. तत्र घटकपालयोः युतसिद्धत्वं नास्ति इति वर्णनीयम् अस्ति. तद् अस्ति इति आपादनार्थं सर्वम् आगतं. तर्हि तदुक्त्वा तद् उत्तरं यथा विभागस्थले यत् वक्ष्यमानम् अस्ति तया रीत्या अनयोः अपि परस्पर अवधिकपृथक्त्वं न स्वीक्रियते इति यदा ब्रूमः तदा तयोः युतसिद्धत्वं वार्यते. पूर्वं यत् प्रतिज्ञातं कौ युतसिद्धौ पृथक् आश्रय आश्रितौ, इदानीं तयोः अपि परस्परं पृथक्त्व आश्रयत्वं वर्तते चेत् तर्हि स्यादेव तयोः युतसिद्धत्वं. तस्य खण्डनार्थम् इदं सर्वं परिशीलनम्. अत्रैव इदं सर्वम् उपकारकं भवति. अनेन पृथक्त्वं भेदः इति इमौ द्वौ पदार्थौ समानौ न स्तः इति सिद्ध्यति. यतोहि पृथक्त्वं भेदरूपं चेत् घटकपालयोः युतसिद्धत्वात् संयोगापत्तिः. तर्हि पृथक्त्व आश्रयत्वे युतसिद्धत्वं यदा पृथक्त्व आश्रयत्वं अस्ति चेत् तत्र तु युतसिद्धत्वं भवति इति प्रथमं. तत्र घटकपालयोः युतसिद्धत्वं नास्ति इति वर्णनीयम् अस्ति. इदानीं वयं घटकपालयोः मध्ये युतसिद्धत्वं नास्ति इति वर्णनीयम् इत्युक्ते साधनीयम् इति वा? सत्यम्. तद् अस्ति इति आपादनार्थं सर्वम् आगतं. तद् अस्ति इत्युक्ते युतसिद्धत्वम् अस्ति इति आपादनार्थं सर्वम् आगतम् इति किल भगिनि? सत्यम्. इत्युक्ते युतसिद्धत्वम् अस्ति इति कृत्वा एव संयोगः भवति खलु. तर्हि युतसिद्धत्वं नास्ति इति वयं उक्तं वदामः चेत् तर्हि तत्र तस्य निवारणं भवति चेत् संयोगस्यापि निवारणं भवति. तर्हि तद् उक्त्वा तद् उत्तरं यदा विभागस्थले यत् वक्ष्यमाणम् अस्ति तया रीत्या अनयोः अपि परस्पर अवधिकपृथक्त्वं न स्वीक्रियते. यदा युतसिद्धत्वं नास्ति इति वदामः तद् उक्त्वा तदुत्तरम् अनन्तरं यदा विभागस्थले यत् वक्ष्यमाणम् अस्ति. विभागस्थले वयं उक्तवन्तः निखिल अवधिकत्वं नास्ति, नियत अवधिकत्वमपि नास्ति इति. तया रीत्या अनयोः अपि परस्पर अवधिकपृथक्त्वं न स्वीक्रियते. समानरीत्या घटकपालयोः अपि परस्पर अवधिकपृथक्त्वं न स्वीक्रियते इति वा भगिनि? इत्युक्ते किं तत्र विभागस्थले यत् वक्ष्यमाणमस्ति तया रीत्या अनयोः अपि परस्पर अवधिकपृथक्त्वं नास्ति इत्युक्ते किम्? तत्र वयं गतकक्षायां किञ्चित् अस्मिन् विषये चर्चितवन्तः खलु. आम्, तत्र वयं उक्तवन्तः यदा विभागस्थले निखिल अवधिकत्वं नास्ति, नियत अवधिकत्वम् अपि नास्ति, किञ्चित् वार्यते किञ्चित् स्वीक्रियते इति वयं दृष्टवन्तः. तादृशमेव घटकपालयोः अपि परस्पर अवधिकपृथक्त्वं न स्वीक्रियते वा? हा सत्यम्. इत्युक्ते यथा विभागस्थले किञ्चित् अवधिक अवधिकत्वं स्वीक्रियते किञ्चित् वार्यते खलु, तर्हि तद्वत् अत्रापि तत्र आरम्भे तत्र तेषां तत्र पूर्वपक्षिणः मतम् आसीत् आपादनम् आसीत् तत्र नियता तत्र घटकपालयोः मध्ये अपि तत्र परस्पर अवधिकत्वं स्यात् येन तयोः तदर्थमेव मूर्तलावधिकत्वम् इव कपालावधिकत्वमपि घटे भवतु इति ते उक्तवन्तः खलु. तर्हि यथा विभागस्थले तत्र कुत्रचित् अवधिकत्वं वार्यते कुत्रचित् स्वीक्रियते तद्वत् अत्रापि सर्वत्र यद्यपि तत्र नियतावधिकत्वम् अस्ति पृथक्त्वम् इति कृत्वा सर्वत्र तस्य अवधिकत्वम् अस्ति इति न, परन्तु नियमेन एव स्वीक्रियते तत्र निषेधावधिकत्वम् इति नास्ति, नियमेन एव अवधिकत्वमपि स्वीक्रियते इति कृत्वा तत्र घटकपालयोः मध्ये तादृश अवधिकत्वं नास्ति इति. परस्पर अवधिकपृथक्त्वं न इति सत्यम्, इत्युक्ते घटे यत् पृथक्त्वम् अस्ति तस्मिन् कपालावधिक तत्तु कपालावधिकपृथक्त्वम् इति नास्ति, तद्वत् कपाले यत् पृथक्त्वम् अस्ति तद् घटावधिकपृथक्त्वम् इति नास्ति. इति यदा ब्रूमः तदा तयोः युतसिद्धत्वं वार्यते. यदा वयं तत्र परस्पर अवधिकपृथक्त्वं न इति वयं स्वीकुर्मः चेत् तत्र युतसिद्धत्वं युतसिद्धत्वस्य वारणं भवति तयोः मध्ये, इत्युक्ते कटकपालयोः मध्ये. पूर्वं यत् प्रतिज्ञातं कौ युतसिद्धौ पृथक् आश्रय आश्रितौ, वयं पूर्वं दृष्टवन्तः कौ युतसिद्धौ इत्युक्ते पृथग् आश्रय आश्रितौ एव युतसिद्धौ इति. इदानीं तयोरपि परस्परं पृथक्त्व आश्रयत्वं वर्तते चेत् तर्हि स्यादेव तयोः युतसिद्धत्वम्. इदानीं तयोः अपि परस्पर पृथक्त्व आश्रयत्वं वर्तते चेत् तत्र तर्हि स्यादेव तयोः युतसिद्धत्वम् इत्युक्ते यदा परस्पर पृथक्त्व आश्रयत्वम् इत्युक्ते यदा वयं घटभूतलयोः इति स्वीकुर्मः चेत् तत्र तु पृथग् आश्रय आश्रितौ अस्ति, तत्र तयोः अपि परस्पर पृथक्त्व आश्रयत्वम् अस्ति, तत्र युतसिद्धत्वं तयोः मध्ये अस्ति. तस्य खण्डनार्थम् इदं सर्वं परिशीलनम्. परन्तु एतत्तु घटकपालयोः न भवति किल भगिनि? हा, इत्युक्ते तत्र इत्युक्ते सर्वत्र सर्वत्र अवधिकत्वं स्वीक्रियते इति नास्ति खलु, निखिलावधिकत्वम् इति नास्ति, तस्य खण्डनार्थमेव एतत् सर्वम् इत्युक्ते तत्र यत्र पृथक् आश्रय आश्रितवन्तः इति यद्वयं दृष्टवन्तः परस्परं पृथगाश्रय आश्रितत्वम् अस्ति चेदेव तत्रैव युतसिद्धत्वं भवति, तत्रैव अवधिकत्वं स्वीक्रियते. अवगच्छति वा? खण्डनार्थम् इदं सर्वं परिशीलनम् इति भवति, तदेव किञ्चित् तत्र निखिलावधिकत्वस्य इति निखिलावधिक अत्रैव इदं सर्वम् उपकारकं भवति. इदं सर्वम् इत्युक्ते परस्पर पृथक् पृथक्त्व आश्रयत्वं युतसिद्धत्वं यदा भवती उक्तवती निखिलावधिकत्वम्, अत्रैव इदं सर्वम् उपकारकं भवति. अनेन उपकारकम् इत्युक्ते उपयोगाय भवति इति किल. अनेन पृथक्त्वं भेदः इति इमौ द्वौ पदार्थौ समानौ न स्तः. अनेन वयं साधयितुं शक्नुमः पृथक्त्वं भेदः इति द्वौ पदार्थौ समानः न इति सिद्ध्यति. यतोहि पृथक्त्वं भेदरूपं चेत् घटकपालयोः युतसिद्धत्वात् संयोगापत्तिः. यदा वयं स्वीकुर्मः पृथक्त्वम् एव पृथक्त्वं भेद एव भेदः इति, तत्र घटकपालयोः युतसिद्धत्वं भवति, तदा अनन्तरं संयोगस्य आपत्तिः भवति. अतः पृथक्त्वं भेदः पदार्थ द्वौ पदार्थौ समानौ न. सम्यक् अस्ति भगिनि. तर्हि एतावत्पर्यन्तं तत्र आपादनद्वयं यदासीत् तस्य विषये वयं किञ्चित् विस्तारेण चर्चितवन्तः. अत्र कश्चन प्रश्नः अस्ति वा इदानीं किञ्चित् नूतनभागः. तर्हि एतावत्पर्यन्तं सर्वं स्पष्टं स्यात्? प्रश्नः अस्ति वा तस्यापि? भगिनी प्रश्नः नास्ति, किन्तु किञ्चित् वक्तुमिच्छामि. इदानीं तयोरपि परस्परं पृथक्त्वाश्रयं वर्तते चेत् तर्हि स्यादेव तयोः युतसिद्धत्वम् इति दत्तमस्ति किल. तत् पूर्वं यदा अस्माभिः दृष्टं घटस्य कपालपृथगाश्रयत्वात् कपालस्य घटपृथगाश्रयत्वात् इति वदामश्चेत् तत्रापि युतसिद्धत्वं भवति, किन्तु परस्पर अवधिकपृथक्त्वं न स्वीक्रियते. अतः तौ युतसिद्धौ न इति मम अवगमनम्. न, तस्मिन् विषये प्रायः अद्य एव पठेम, अग्रे आगच्छति. तत्र परम्परा इति कश्चन अंशः आगच्छति. तर्हि यद् भवान् वदति तत्र कपालस्य कपालिका आश्रितत्वात् घटस्य च कपालाश्रितत्वात् इति तदेव खलु? तत् तस्मिन् विषये किमर्थं परस्पर अवधिकपृथक्त्वं न स्वीकार्यम् इति तदेव अग्रे आगच्छति. अस्तु भगिनि, अस्तु. तर्हि अग्रे सरेम. तर्हि महोदय भवान् एव पठतु अत्र परमाणोः संयोगापत्तिः. हां भगिनि, द्वयोः परमाणोः संयोगोत्पत्तिः न च एवं परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वादिति वाच्यम्. तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् इति प्रायशः विद्याधर्यामस्ति, तत् अत्र दत्तमस्ति. पूर्वम् उक्तं यत् तयोः संयोगः जायते यौ पृथगाश्रयाश्रितौ, परमाणोः आश्रयः एव नास्ति इत्यस्मात् द्वयोः परमाणोः संयोगः कथं वा जायते इति चेत् स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् द्वयोः परमाणोः संयोगस्तु भवत्येव. अनेन च अवगम्यते यत् वस्तुतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम्. एतावता यौ पृथगाश्रयाश्रितौ तयोः संयोगः भवति स्म, किन्तु अत्र परमाण्वोऽपि संयोगः जायते इति कृत्वा स्वतन्त्रक्रियावतौ संयोगः भवति इति स्पष्टम्. संयोगः कुत्र सम्भवति इत्यस्य बोधनार्थमेव पृथगाश्रयाश्रितत्वं प्रदर्शितम्. कण्ठशः पश्येम महोदय. पुनः प्रायः आरम्भतः न च एवं परमाणुद्वयसंयोगोत्पत्तिः तयोः अनाश्रितत्वादिति वाच्यं तत्र स्वतन्त्रक्रियावत्पर्यन्तत्वात् तत्र प्रथमवाक्यद्वयं किञ्चित् पठेम तदनन्तरं तत्र तृतीयवाक्यं तस्य निवारणं करोति खलु तर्हि तत्र प्रथमम् आपादनं किम् इति अवगच्छेम तर्हि किञ्चित् तत्र किम् अस्ति इति वदति वा तत्र न च एवं परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वात् इति किमर्थं तत्र पूर्वपक्षी वदति तदा प्रत्येकं परमाणुः तस्य सप्तमी किं परमाणुः तस्य सप्तमी किं भगिनि परमाणौ प्रत्येकपरमाणौ भिन्नौ इत्युक्ते पृथक् न च एवं इदानीं भिन्नः पृथक् इति वा इति मास्तु तत्र प्रथमं न च एवं परमाणुद्वयसंयोग अनुपपत्तिः इत्युक्ते किम् परमाणौ मध्ये संयोगः भवति इति न वक्तुं शक्यते इति मम अवगमनम् अनुपपत्तिः इत्युक्ते न सङ्गच्छते इति हा अनुपपत्तिः इत्युक्ते न सङ्गच्छते इति तर्हि प्रथमं तत्र न च अपि च वाच्यम् इदानीं किञ्चित् पृथक् स्थापयामः तद्वयं पूर्वमपि दृष्टवन्तः खलु तत्र वाक्यशैलीविषये तथा अस्ति तर्हि एवं परमाणुद्वय संयोग अनुपपत्तिः इत्युक्ते परमाणुद्वयसंयोगः न भवति इति किमर् इति पूर्वपक्षी वदति इदानीं किमर्थं न भवति तयोः अनाश्रितत्वात् तयोः अनाश्रितत्वात् किमर्थं न भवति भवान् किञ्चित् वदति वा तस्य विषये इदानीमेव वयं दृष्टवन्तः युतसिद्ध यौ युतसिद्धौ तयोः मध्ये एव संयोगः भवितुमर्हति कौ युतसिद्धौ इति विषये चर्चां कृत्वा वयं निश्चितवन्तः पृथगाश्रय आश्रितौ एव युतसिद्धौ इति किन्तु परमाणोः आश्रयः एव नास्ति तत्तु अत्यन्तसूक्ष्मपदार्थमस्ति अतः ते कमपि न आश्रितौ यस्य आश्रयः एव नास्ति तयोः मध्ये कथं संयोगः भवितुमर्हति अतः तयोः मध्ये द्वयोः परमाणोः मध्ये संयोगः न भवितुमर्हति इति पूर्व पक्षस्य आपादनम् हा सत्यम् इत्युक्ते तत्र आश्रयः नास्ति इति कृत्वा तत्र संयोगः न भवति इति न तत्र भवान् तत्र प्रायः 90% सम्यक् एव उक्तवान् बहु सम्यक् अस्ति तत्र तत्र केवलम् एवमेव एतदपि वक्तव्यमस्ति यत् तत्र पृथकाश्रय आश्रितौ इति वयम् उक्तवन्तः खलु तर्हि संयोगस्य आश्रयः नास्ति इति कृत्वा क्षम्यतां परमाणोः आश्रयः नास्ति इति कृत्वा परमाणुद्वयम् अस्ति चेत् तयोः पृथकाश्रय आश्रितौ इति वक्तुं तौ पृथकाश्रय आश्रितौ इति वक्तुं न शक्नुमः खलु यत्र आश्रयः एव नास्ति तत्र कथं वा पृथगाश्रय आश्रितः इति वक्तुं शक्नुमः सः तु शक्यते इत्युक्ते आश्रितः नाम किम् अन्यपदार्थमस्ति यस्मिन् एकस्य पदार्थस्य आदेयता अस्ति. इत्युक्ते आश्रितः नाम तत्र यः इदानीं यत् तत्र घटः कपालः इति पश्यामः चेत् कपालः क्षम्यतां घटः कपालम् आश्रित्य तिष्ठति. आम् अत्र घटः आश्रितः कपालः आश्रयः. आम् तर्हि तत्र पृथक् आश्रय आश्रितः इत्युक्ते पृथक् आश्रये आश्रितः यः इति खलु. तर्हि इदानीं परमाणुः विषये वयं परमाणोः विषये पश्यामः चेत् अत्र यदा आश्रयः एव नास्ति तर्हि पृथक् आश्रयः इति वार्ता एव न आगच्छति खलु. तर्हि पृथगाश्रयः इति नास्ति चेत् पृथगाश्रयः तस्मिन् आश्रितः इति सर्वं तत्र न भवति एव. इत्युक्ते तादृशचिन्तनस्य चिन्तनक्रमः एव न भवितुम् अर्हति तत्र. आम् तर्हि तत्र तथा अस्ति चेत् इदानीं तर्हि वयं पृथगाश्रय आश्रितौ यौ तयोः मध्ये एव संयोगः भवति इति कृत्वा तत्र संयोगस्य आधारेण पृथक्त्वम् अपि च भेदः तयोः मध्ये भेदः अस्ति इति स्थापितवन्तः. तर्हि इदानीं पूर्वपक्षी पुनः आगत्य वदति तर्हि भवतु स्वीकरोमि अङ्गीकरोमि पृथगाश्रय आश्रितौ यौ स्तः तयोः मध्ये एव संयोगः भवति इति. तर्हि इदानीं वदतु परमाणोः तु आश्रयः एव नास्ति. आश्रयः एव नास्ति चेत् तयोः मध्ये कथं वा संयोगः भवति? इत्युक्ते परमाणोः मध्ये संयोगः भवति इति वयं जानीमः एव खलु. नो चेत् परमाणोः संयोगः न भवति चेत् कार्यमेव तत्र किमपि कार्यं हा किमपि किमपि द्रव्यं न तिष्ठति. इत्युक्ते तत्र पुस्तकं वा भवतु उत्पीठिका वा भवतु यत्कोपि द्रव्यं वयं यत्किमपि द्रव्यं स्वीकुर्मः चेत् तस्य द्रव्यस्य प्रथमसोपानमस्ति संयोगद्वयक्षम्यतां परमाणुद्वयसंयोगः इति. तर्हि तद् न भवति चेत् कथं प्रपञ्चनिर्माणमेव न भवति खलु. तर्हि तत्र तथा वदति तत्र पूर्वपक्षी इदानीं. तर्हि तत्र इदानीं तत्र वाक्यशैली दृष्ट्वा तत्र पूर्वपक्षी किं वदति सिद्धान्ती किं वदति इति वक्तुं शक्नुमः महोदय? शक्नोति वा? पूर्वपक्षी वदति परमाणुद्वयसंयोग अनुपपत्तिः अस्ति. किमर्थम् इत्युक्ते अनाश्रयत्वात् इति तस्य हेतुः. किन्तु सिद्धान्तिः वदति तादृशं न वाच्यम्. किमर्थम् इत्युक्ते परमाणोः स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् इति आपादनस्य समाधानं करोति सिद्धान्तिः. उत्तमं. तर्हि इदानीं स्वतन्त्रक्रिया इति नूतनविषयः अस्ति खलु. तर्हि स्वतन्त्रक्रिया इत्युक्ते किम्? यस्मिन् क्रिया अन्यान् अन्यान् प्रेरणं विना भवति. यदा उदाहरणं स्वीकृत्य वदामि. यदा एकं पुस्तकम् अस्ति इति चिन्तयामश्चेत् तत् उत्पीठिकायाम् अस्ति चेत् तत् तु जडवस्तु. तत्र किमपि क्रिया स्वतन्त्रेण न भवति. यावत्कालं यः कोऽपि तस्य स्वीकरणं न करोति चेत् तत्रैव तत् पुस्तकं तिष्ठति. किन्तु यदा अहं तस्य पुस्तकस्य स्वीकरणं करोमि चेत् हस्तपुस्तकसंयोगेन पुस्तके अपि क्रिया भवति. तत् तादृशक्रिया तु मम हस्तसंयोगेन पुस्तके उत्पद्यमानक्रिया अस्ति. अतः पुस्तके स्वतन्त्रक्रिया नास्ति. सत्यम् इत्युक्ते इदानीं परमाणुस्तरे स्वतन्त्रक्रिया इत्यनेन किं वस्तुतः तत्र यद् वस्तुतः अन्ततो गत्वा यदागच्छति इत्युक्ते स्वतन्त्रक्रिया अस्ति इति कृत्वा तत् इतस्ततः गच्छति खलु इत्युक्ते एकस्मिन् एव स्थले स्थित्वा भवति इति न स्वतन्त्रक्रिया अस्ति इति कृत्वा तद् इतस्ततः गन्तुं शक्नोति स्वेनैव इत्युक्ते अन्यस्य किमपि साहाय्यं तत्र न अपेक्षितम् इति कृत्वा तत्र परमाणुद्वयम् अस्ति चेत् तत्र द्वयम् अपि इतस्ततः गच्छति इत्युक्ते तत्र तस्य स्थलं तु भिन्नभिन्नः एव भवति खलु इत्युक्ते एकं परिमाणं परमाणु ए इति अस्ति बि इति अस्ति चेत् ए परमाणु इतस्ततः गच्छति स्वातन्त्र्येण बि परमाणु अपि गच्छति स्वातन्त्र्येण तर्हि तयोः मध्ये स्थलभेदः वर्तते एकस्मिन्नेव स्थले द्वयमपि तिष्ठति इति नास्ति तदेव वयं पूर्वमपि उक्तवन्तः खलु भिन्नदेशव्याप्तित्वम् इति अपि उक्तवन्तः तत्र युतसिद्धत्वविषये यदा वयं दृष्टवन्तः तत्रापि तदेव उक्तवन्तः एकस्मिन् तदर्थमेव तत्र घटकपालकपालिका इति यथा तत्र परम्परायां गतवन्तः तत्र घटकपालयोः मध्ये तादृशभिन्नदेशव्याप्तित्वं नास्ति इति कृत्वा एव तद् पृथक् नास्ति इति सर्वमपि पूर्वं वयं दृष्टवन्तः तर्हि इदानीं तत् परमाणुस्थले तादृशचिन्तनं कुर्मः चेत् किम् आगच्छति तत्र द्वयोः परमाणोः अपि इदानीं भिन्नदेशव्याप्तित्वं भवति भिन्नदेशव्याप्तित्वं भवति इति कृत्वा स्वतन्त्रक्रिया अस्ति इति कृत्वा तत्र भिन्नदेशव्याप्तित्वम् इत्युक्ते स्थलभेदः भवति स्थलभेदः भवति इति कृत्वा तयोः मध्ये अपि संयोगः इति अन्ततो गत्वा किञ्चित् चिन्तयामः चेत् किं भवति इत्युक्ते तत्र स्थलभेदः इति एव वार्ता खलु तत्र परमाणुस्थले स्वतन्त्रक्रिया इति कृत्वा स्थलभेदः भवति अन्यत्र तत्र पृथगाश्रयाश्रितौ इति कृत्वा स्थलभेदः भवति परन्तु अन्ततो गत्वा यत्र यत्र स्थलभेदः अस्ति तत्र एव तत्रैव पृथक्त्वं तत्रैव संयोगः इति आगच्छति यौ पृथक् देश आश्रयौ तयोर्मध्ये एव संयोगः भवति पृथक् देश व्याप्तौ इति वक्तुं शक्नुमः खलु आश्रयौ इति देशमपि आश्रयः भवितुमर्हति किल हां परन्तु अहं चिन्तयामि व्याप्तित्वम् इति प्रायः वदन्ति इति तत्र भिन्न तथा एव वयं पूर्वं न तत्र व्याप्तित्वम् इत्येव तत्र देशस्य विषये वयं पूर्वं दृष्टवन्तः तर्हि तत् प्रायः इतोपि सम्यक् इति अहं चिन्तयामि प्रायः आश्रयः इत्यपि वक्तुं शक्नुमः हरि ओम् इदानीं श्रूयते खलु आं श्रूयते हरि ओम् श्रूयते हा अस्तु प्रायः महोदय तस्य प्रायः हा किञ्चित् कनेक्षन् सम्यक् नास्ति शक्यामि अस्तु तर्हि सुनील् महोदय भवान् एव अग्रे पठति वा तत्र पूर्वम् उक्तं यत् तस्मात् आम् आम् अहं पठामि क्षम्यतां भगिनि टूटितं भवति हा हा चिन्ता नास्ति महोदय अस्तु हा सुनील् महोदय भवान् अग्रे पठति हा हा भवान् एव पठतु पूर्वम् उक्तं यत् तयोः संयोगो जायते यौ पृथक् आश्रयाश्रितौ वयं पूर्वमपि दृष्टवन्तः अत्र पृथक् आश्रयाश्रितौ भवति तत्रैव संयोगः अपि जायते इति परमाणोः आश्रयः एव नास्ति इत्यस्मात् द्वयोः परमाण्वोः संयोगः कथं वा जायेत? अत्र परमाणु आश्रयः नास्ति इति, अतः तत्र परमाणोः संयोगः कथं भवति इति प्रश्नः. एकक्षणं महोदय, अत्र किमर्थं परमाणोः आश्रयः नास्ति? तदेव मम प्रश्नः अपि अस्ति. इत्युक्ते अहं चिन्तितवान् प्रपञ्चे सर्वं अन्यम् आश्रय आश्रित्वा एव तिष्ठति इति मम अवगमनं, परन्तु अत्र परमाणु तर्हि तत्र तत्र पृथक् आश्रय आश्रितः इति यदा वयं पठितवन्तः तस्मिन् समये आश्रयः इत्युक्ते किम् इति उक्तवन्तः, स्मरति वा? आश्रयः इत्युक्ते यः अन्यम् अन्य अधिकरणे तिष्ठति सः आश्रयः इति. न न न, अन्य अधिकरणे तिष्ठति इति न, इतोपि किञ्चित् इतोपि किञ्चित् सूक्ष्मरीत्या वयं तस्य विवरणं कृतवन्तः. अन्य कोऽपि स्मरति वा रामप्रिया भगिनि? अवयवः किल भगिनि? हा, अवयवः. परमाणुः निरवयवः अस्ति, निरवयवः. सत्यम्. इदानीम् अवगच्छति वा महोदय? तर्हि तत्र यदा वयं तत्र आरम्भे तत्र वृक्षपक्षि उदाहरणं स्वीकृतवन्तः, तत्र वृक्षः स्व अवयवे आश्रितः, पक्षी अपि स्व अवयवे इति वयं दृष्टवन्तः, स्मरति वा? तर्हि तत्र अवयवः इति यदुक्तवन्तः तदेव आश्रयः. अवयवः इति अधिकरणम्, अधिकरणमेव आश्रयः इति वयम् उक्तवन्तः. तर्हि पृथक् आश्रय आश्रितः इत्युक्ते तत्र पृथक् अवयवे आश्रितः इति वस्तुतः. अतः परमाणु अवयवः नास्ति इति कारणेन परमाणोः आश्रयः एव नास्ति इति वदामः. अतः परमाणोः मध्ये संयोगः कथं जायेत इति प्रश्नः. इदानीं प्रश्नः भवान् अवगच्छति वा? तर्हि तत्र आश्रयः नास्ति इति कृत्वा तत्र अवयवः नास्ति इति कृत्वा आश्रयः नास्ति परमाणोः. परमाणोः आश्रयः नास्ति चेत् किमर्थं तत्र तादृशप्रश्नः उदेति? लोकव्यवहारे वयं जानीमः अत्र परमाणुसंयोगेन एव पदार्थाः सन्ति इति. हा, तत्र तत्र पूर्वपक्षिणः आपादनं किम् आसीत्? अत्र परमाणुद्वयसंयोग अनुपपत्तिः इति एव पूर्वपक्षः. परमाणुद्वय अनु संयोग अनुपपत्तिः इत्युक्ते किम्? यदा परमाणुद्वयसंयोगः अस्ति इति. न, अनुपपत्तिः इत्युक्ते तद् नास्ति खलु. अनुपपत्तिः इत्युक्ते न सङ्गच्छते इति यथा सुकोर्णमहोदय अपि उक्तवान्, इत्युक्ते परमाणुद्वयसंयोगः न भवति इति एव अस्ति अस्ति पूर्वपक्षिणः आपादनं. पूर्वपक्षिणः वदति तत्र हा, पूर्वपक्षिणः मतमस्ति यत् तत्र परमाणोः मध्ये इदानीं कथं संयोगः भवति इति पृच्छति वस्तुतः. किमर्थं तथा पृच्छति? अत्र तयोः अनाश्रितत्वम् अस्ति इति कारणेन. अनाश्रितत्वम् अस्ति इति कारणेन किमर्थं संयोगः न भवति? यदा वयं जानीमः अत्र संयोगः युधसिद्धत्वात् एव भवति इति, अथवा पृथगाश्रय आश्रितौ एव संयोगः जायते इति. तद् वयं पूर्वं दृष्टवन्तः. हा, परन्तु इदानीं परमाणोः विषये तस्य तत्र इतोपि किञ्चित् वक्तव्यम् अस्ति खलु. तर्हि पृथक् आश्रय युतसिद्धत्वं नाम पृथक् आश्रय आश्रितत्वम् इति वयं दृष्टवन्तः. तर्हि तयोः मध्ये एव संयोगः भवति इत्यपि वयं निर्णयं कृतवन्तः. इदानीं परमाणुस्तरे कथं तस्य आधारेण किमर्थं तत्र न वक्तुं शक्नुमः परमाणोः अपि संयोगः भवति इति? इत्युक्ते अत्र यदा वयं भवती उक्तवती इदानीं परमाणोः आश्रयः नास्ति इति कारणेन अत्र परमाणोः मध्ये संयोगः कथं जायते इति. हा, तत्र भवान् अवगतवान् इति चिन्तयामि, परन्तु इतोपि किञ्चित् वक्तव्यं महोदय. तत्र किञ्चित् कनेक्टिङ्ग् द डाट्स् इति करणीयं खलु. तत्र परमाणोः आश्रयः नास्ति इति अनाश्रयः, यत्र पृथकाश्रय आश्रित अथवा यौ पृथकाश्रय आश्रितौ तयोः मध्ये एव संयोगः. तर्हि परमाणोः आश्रयः एव नास्ति चेत् परमाणुद्वयम् इदानीमस्ति इति चिन्तयतु. तौ पृथगाश्रय आश्रितौ भवति वा? तौ पृथक् आश्रयौ आश्रितौ न, परमाणुविषये न. हा, किमर्थं न? इत्युक्ते अत्र परमाणुः आश्रयः नास्ति इति कारणेन. हा, इत्युक्ते यस्य आश्रयः एव नास्ति तस्य पृथक् आश्रयः इति कथं वक्तुं शक्नुमः खलु. तर्हि इदानीं परमाणौ द्वौ पृथक् आश्रय आश्रितौ न स्तः चेत् तयोः संयोगः कथं भवति इति पूर्वपक्षी पृच्छति. तर्हि परन्तु तत्तु तस्य तु निवारणं करणीयं खलु, यतोहि तत्र यथा भवान् उक्तवान् तत्र लोकव्यवहारे परमाणुद्वयसंयोगः इति तु वयं जानीमः एव. तर्हि तस्य समाधानं सिद्धान्ति कथं ददाति इति अग्रे पश्येम. पठतु महोदय अग्रे. इति चेत् स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् द्वयोः परमाणोः संयोगस्तु भवत्येव. अतः इदानीम् अत्र स्वतन्त्रक्रियावत्त्वम् इति स्वीकृत्य स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् कारणेन द्वयोः परमाणोः मध्ये संयोगः भवति एव इति अत्र निवारणमस्ति. यदा महोदय अपि कृतवान् स्वतन्त्रक्रियां स्वीकृत्य परमाणोः मध्ये संयोगः भवति. हा, इत्युक्ते स्वतन्त्रक्रिया इत्यनेन किं भवति, किम् आगच्छति स्वतन्त्रक्रिया? अत्र परमाणोः मध्ये देशवृत्तित्वं भवति. भिन्नदेशवृत्तित्वं भिन्नदेशवृत्तित्वं भवति. अग्रे इत्युक्ते तत्र स्थलभेदः. स्थलभेदः भवति. अनेन च अवगम्यते यत् वस्तुतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम्. अत्र वस्तुतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम्. आम् अधः द्वौ द्वौ पृथक् अस्ति चेत् तत्र संयोगः एव अस्ति इति वा द्वौ पदार्थौ पृथक् अस्ति इति पृथक् स्तः इति कारणेन तत्र संयोगः भवति इति इत्युक्ते तत्र यौ पृथक् तत्र पृथक् इत्युक्ते वस्तुतः अर्थः कः अत्र फलं वृक्षः इति स्वीकुर्मः चेत् तत्र तद् तत्र पृथक् पृथक्त्वं भवति इति न न तत्र तत् हा परन्तु यौ पृथक् तत्र वाक्यं किम् अस्ति अनेन च अवगम्यते यत् वस्तुतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम् अत्र परमाणुद्वयमिति अस्ति सत्यं परन्तु एतावत्पर्यन्तं वयं यौ पृथकाश्रय आश्रितौ तयोः संयोगः इति उक्तवन्तः परन्तु इदानीं यौ पृथक् तयोः संयोग तयोः संयोगः इति अस्ति खलु अत्र तर्हि किमर्थम् इदानीं तत्र पृथकाश्रय आश्रितौ इति इत्यस्य स्थाने पृथक् इत्येव केवलं पृथक् इत्येव स्थापितम् अत्र इदानीं स्वतन्त्रक्रियां क्रियावत्त्वस्य कारणेन परमाणोः मध्ये संयोगः भवति इति स्वीकृत्य अत्र तयोः मध्ये पृथक् इति वदामः केवलं संयोगः इति एव पर्याप्तम् इति अस्ति हा परन्तु तत्र केवलं स्वतन्त्रक्रियावत् क्रियावत्त्वं यत्र अस्ति तयोः मध्ये इति न तत्र किञ्चित् पृथक् आश्रयस्य हा इत्युक्ते तत्र इदानीं यत् वयम् अस्माकं वाक्यमासीत् आदौ तत्र यौ पृथगाश्रय आश्रितौ तयोः संयोगः इति इदानीं तत्र तस्मिन् पृथगाश्रय आश्रितौ इति स्थले पृथक् इति पृथक् इत्येव पर्यवसितम् इति आगच्छति खलु तर्हि पृथक् इति पदं किं सूचयति इति मम प्रश्नः इत्युक्ते पृथक् इति पदेन एव तत्र पृथगाश्रय आश्रितवन्तौ अथवा स्वतन्त्रक्रियावत्त्वं तस्मिन् विषये अपि तत्सर्वं तत्र पृथक् इति पदेन एव एकमेव पदेन आगतं खलु इत्युक्ते अत्र परमाणुद्वयं तयोः मध्ये पृथक् इति न आवश्यकं केवलं संयोगः एव इति वा न इत्युक्ते तत्र वस्तुतः पृथक् इत्यनेन तत्र स्थलभेदः सूचयति खलु पृथक् इति पदं तदेव वयं दृष्टवन्तः भवान् यथा उक्तवान् भिन्नदेशवृत्तित्वम् इति तर्हि परमाणुः वा भवतु अथवा अन्यद्रव्यं वा भवतु यत्र ययोः मध्ये तादृश पृथक् भिन्नदेशवृत्तित्वम् अस्ति तत्र संयोगः सम्भवति इति कृत्वा इदानीम् अस्माकं यद्वाक्यमासीत् तत् इतोपि किञ्चित् तत्र सार्वत्रिकम् अभवत् खलु इत्युक्ते तत्र पृथगाश्रय आश्रितौ इति तत्र परमाणुं विना अन्यद्रव्यस्य विषये तथा वक्तुं शक्नुमः परमाणुविषये स्वतन्त्रक्रियावत्त्वम् इति उक्तवन्तः तर्हि तत् द्वयं मिलित्वा इदानीं यौ पृथक् तयोः संयोगः इति वक्तुं शक्नुमः तर्हि परमाणुस्थले पृथक् इत्यनेन स्वतन्त्रक्रियावत्त्वम् इत्यनेन पृथक्त्वं भवति द्रव्यस्थले पृथगाश्रय आश्रितत्वम् अस्ति इति कृत्वा तत्रापि पृथक् इत्युक्ते पृथगाश्रय आश्रितत्वम् इति आगच्छति तर्हि स्थलद्वये अपि इत्युक्ते परमाणुस्तरे अपि च द्रव्यस्तरे अपि यत्र यत्र तादृशपृथक्त्वम् अस्ति तत्र तत्र संयोगः सम्भवति इति एव अतः केवलं वाक्ये यौ पृथक् आश्रितौ इति न आवश्यकं, केवलं यौ पृथक् तयोः संयोगः इति एव पर्याप्तम् इति एव. भगिनि, यौ पृथगाश्रयाश्रितौ तयोः मध्ये संयोगः इति वदामश्चेत् परमाण्वोः विषये अव्याप्तिः भवति, अतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम् इति आगच्छति. सत्यं सत्यं. हा, इदानीम् अवगतम्. अग्रे पठामि वा? अग्रे पठतु. एतावता यौ पृथक् आश्रिता आश्रयाश्रितौ तयोः संयोगः भवति स्म, किन्तु अत्र परमाण्वो अपि संयोगः जायते इति कृत्वा स्वतन्त्रक्रियावतोः संयोगः भवति इति स्पष्टम्. संयोगः कुत्र सम्भवति इत्यस्य बोधनार्थमेव पृथक् आश्रित आश्रयाश्रितत्वं प्रदर्शितम्. अतः पुनः तदेव अस्ति, वयं पूर्वं यौ पृथक् आश्रित आश्रयाश्रितौ तयोः संयोगः भवति इति दृष्टवन्तः, परन्तु अत्र परमाणुविषये परमाणोः मध्ये संयोगः भवति इति कारणेन अत्र स्वतन्त्रक्रिया अपि स्वीकृत्य संयोगः भवति इति वयं इदानीं पश्यामः. अतः संयोगः कुत्र भवति इति प्रदर्शयितुम् अत्र पृथक् आश्रय आश्रितत्वं च पृथक् इति पदद्वयं स्वीकृत्य एव अत्र सन्ति. अन्यस्य परमाणोः आश्रयः न भवति एव इति अत्र न विचारः. अनाश्रितत्वेन समवायसम्बन्धेन आश्रयः नास्ति इति बोध्यं. परमाणुः उत्पीठिकायाम् अस्ति इति प्रतीतिर्जायते. तत्र आश्रयः संयोगसम्बन्धेन, किन्तु अवयव अभावात् परमाणोः समवायिकारणं नास्ति. अत्र परमाणोः आश्रयः न भवति इति न विचारः. तदेव मम प्रश्नः आसीत्. अनाश्रितत्वेन समवायसम्बन्धेन आश्रयः नास्ति इति बोध्यम्. अत्र अनाश्रितत्वेन इति इत्युक्ते अत्र समवायसम्बन्धेन आश्रयः नास्ति इति एव अस्ति. समवायसम्बन्धेन कुत्र आश्रयः भवति इत्युक्ते तत्र संयोगः भवति इति यः अर्थः किल? न, समवायसम्बन्धेन कुत्र आश्रयः भवति इति मम प्रश्नः. इत्युक्ते कयोः मध्ये समवायसम्बन्धः भवति? समवायसम्बन्धः अवयवयोः मध्ये अस्ति. तदर्थमेव तत्र तदेव भवतः प्रश्नः आसीत् खलु. आश्रयः इत्युक्ते तत्र अनाश्रयः इति प्रपञ्चे किमपि निराश्रयं न तिष्ठति इति इत्येव भवान् उक्तवान्, सत्यम्? तर्हि अत्र आश्रयः इत्युक्ते अवयवः इत्युक्ते समवायसम्बन्धेन यः आश्रयः भवति इति. अपि च एतदपि वक्तुं शक्नुमः खलु, तत्र वयं पूर्वं यदा समवायीकारणप्रसङ्गे पठितवन्तः, अपि च अन्यस्थलेषु अपि स्यात्, तत्र प्रत्येकं पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति अपि. सत्यं. तर्हि घटस्य आश्रयः घटमेव इत्यपि वक्तुं शक्नुमः, तादात्म्यसम्बन्धेन घटस्य आश्रयः घटः इति. परन्तु अस्मिन् सन्दर्भे अत्र यदा वयम् आश्रयः इति वदामः, तत्र समवायसम्बन्धेन यः आश्रयः भवति तत् इत्युक्ते अवयवः इति एव अत्र विचारः. यतोहि भिन्नभिन्नसम्बन्धं स्वीकृत्य भिन्नभिन्न अधिकरणे पदार्थः वर्तते इति वक्तुं शक्नुमः. कालिकसम्बन्धः अथवा तादात्म्यसम्बन्धः स्वरूपसम्बन्धः इति सर्वं. परन्तु अत्र तु अस्माकं सम्बन्धः अस्ति समवायसम्बन्धः एव, न तु अन्यविधसम्बन्धः. परन्तु अत्र अन्यप्रश्नः भवति, यदा वयं द्वयणुगं त्रयणुगम् इति स्वीकुर्मः चेत् तत्र परन्तु समवायसम्बन्धः एव किल? यदा न तत्र परन्तु इति किमर्थम् उक्तवान् भवान्? तत् अहं न अवगच्छामि. न न, अत्र इदानीं वयम् अनाश्रितत्वेन एव इदानीं परमाणुद्वयं स्वीकृत्य तत्र अनाश्रितत्वं स्तः इति वयम् इदानीं चर्चयामः. तत्र समवायसम्बन्ध आश्रयः नास्ति इति अपि वयं जानीमः इदानीम्. हा, परमाणुस्तरे इत्युक्ते परमाणोः अनाश्रितत्वं किमर्थम् इत्युक्ते समवायसम्बन्धेन परमाणोः आश्रयः नास्ति. परन्तु यदा परमाणु द्वयणुगं त्रयणुगम् इति स्वीकुर्मः चेत् तद् परमाणुस्तरे नास्ति इति जानामि, परन्तु तत्र समवायसम्बन्धेन एव भवति किल? सत्यम्, इत्युक्ते द्वयणुकत्रयणुकम् अपि तत्र तद्वत्तेव घटकपालः इत्यपि खलु. यथा घटः कपाले कपालमाश्रित्य तिष्ठति, तद्वत् त्रयणुकं द्वयणुकमादृश आश्रित्य तिष्ठति खलु. द्वयणुकं परमाणुमाश्रित्य, अतः परमाणुस्तरे समवायसम्बन्धेन समवायसम्बन्धः नास्ति, परन्तु इतोपि द्वयणुगं वा त्रयणुगं वा तत्र समवायसम्बन्धः भवति एव परमाणुस्तरे. हा, इत्युक्ते तत्र परमाणुस्तरे एव अनाश्रितत्वम् इति उक्तवन्तः खलु. तत्र परमाणुद्वयसंयोगस्य अनुपपत्तिः विषये यथा पूर्वपक्षी उक्तवान् तस्मिन् समयेव सः उक्तवान् तत्र संयोगः न भवति किमर्थं चेत् तस्य अनाश्रितत्वम् अस्ति इति कृत्वा. कस्य? परमाणोः. सत्यं, परमाणोः अनाश्रितत्वम् इति किमर्थम् इत्येव भवतः प्रश्नः अपि खलु. परमाणुः अपि तस्यापि आश्रयः अस्ति अनाश्रितत्वम् इति वदेम इति. तत्र अनाश्रितत्वम् इत्युक्ते समवायसम्बन्धेन तस्य आश्रयः नास्ति इति. परन्तु द्वयणुकं त्रयणुकम् इति यदा आगच्छति तत्र तु द्वयणुकस्य अवयव यत्र यत्र अवयवः अस्ति तत्र तत्र तु समवायसम्बन्धेन आश्रयः अस्ति एव खलु. आम्, इदानीं मया अवगतम्. अग्रे तर्हि एषः भागः समाप्तः खलु. न, इतोपि किञ्चित् अस्ति. परमाणुः परमाणुः उत्पीडिकायाम् अस्ति इति प्रतिदिर्जायते, तत्र आश्रयः संयोगसम्बन्धेन एव इति अस्ति. अवयवभावात् परमाणोः समवायिकारणम् अवयव अभावात् परमाणोः समवायिकारणं नास्ति इति. किमर्थम् अवयव अभावात् परमाणोः समवायिकारणं नास्ति? अत्र अवयवः नास्ति, अतः आश्रयः अपि नास्ति इति, अतः अत्र समवायिकारणमपि समवायिकारणम् इत्युक्ते किम्? यदा यः स्वस्मिन् तादात्म्यसम्बन्धेन अन्यस्य उत्पादनं जनयति इति एव समवायिकारणम् इति. परन्तु अत्र स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, समवायेन कार्यं जनयति इति कारणेन. परन्तु अत्र एतादृशस्थितिः नास्ति परमाणुविषये. अस्तु, सम्यक्. तर्हि अग्रे परमाणोः कार्यता नास्ति, केवलं कारणता एव. सत्यम्. अपि च भगिनी, अन्यच्च परमाणोः आश्रयः न भवति एव इति अत्र न विचारः इति दत्तमस्ति किल. तत्र परमाणोः आश्रयः न भवत्येव इति तु सत्यं, किन्तु अत्र तादृशविचारः नास्ति इत्येव तत्र दत्तमस्ति किल. न, परमाणोः आश्रयः न भवति इत्युक्ते तत्र तत्र आश्रयः इत्युक्ते समवायसम्बन्धेन आश्रयः इति, इत्युक्ते अन्यसम्बन्धेन अन्य आश्रयः भवति. समवायसम्बन्धेन आश्रयः नास्ति. अस्तु, इदानीम् अवगतं भगिनि. अस्तु, अग्रे तत्र मूर्तविभूसंयोग आपत्तिः इति भवान् स्मरति वा? भवतः प्रश्नः आसीत् केषुचित् दिनेषु पूर्वम् एतस्मिन् विषये. तर्हि भवानेव पठतु. हा, मूर्तविभुसंयोगोत्पत्तिः संयोग आपत्तिः. ओ, संयोग आपत्तिः, मूर्तविभुसंयोग आपत्तिः इत्थमेव किल. इत्थमेव इति चिन्तयामि. सत्यं. इत्थमेव मूर्तिविभुसंयोगस्थले संयुक्तयोः पृथगाश्रय आश्रितत्वस्य असम्भवे अपि एकस्य मूर्तस्य पृथगाश्रय आश्रितत्वात् संयोग उत्पत्तिः. पूर्वमपि उक्तं संख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इत्येषां पञ्चानां सर्वद्रव्यवृत्तित्वं. तत्र उपाधिभेदात् घटः आकाशात् पृथक्, घट आकाशयोः संयोगः, घट आकाशयोः विभागश्च भवति. मूर्तविभुसंयोग आपत्तिः, मूर्तद्रव्यमस्ति, विभुद्रव्यमस्ति, तयोः मध्ये संयोगः भवति वा न वा इति चिन्तनम्. इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः इत्युक्ते एकं तु मूर्तद्रव्यम्, अन्यस्तु विभुद्रव्यम्, पृथगाश्रयाश्रितत्वस्य असम्भवे अपि इत्युक्ते मूर्तद्रव्यस्य निश्चयेन पृथगाश्रय आश्रितत्वं भवितुमर्हति, किन्तु विभुद्रव्यस्य पृथगाश्रय आश्रितत्वम् आश्रितत्वस्य असम्भवः अस्ति. अत्रापि समवायसम्बन्धेन आश्रयः अस्ति किल. इत्युक्ते तत्र किमर्थं विभुद्रव्यस्य आश्रयः नास्ति अथवा तत्र पृथगाश्रयाश्रितत्वम् इत्युक्ते मूर्तविभुद्रव्ययोः मध्ये पृथगाश्रयाश्रितत्वम् इति किमर्थं नास्ति? विभुद्रव्यं तु सर्वत्र भवति, तदेव विभु इति पदस्य अर्थः, किन्तु अत्रापि समवायसम्बन्धेन आश्रयः न इत्येव विवक्षा अस्ति किल. हा, सत्यं. तत्र सर्वत्र आश्रयः इत्युक्ते इदानीं समवायसम्बन्धेन आश्रयः इति एव. तर्हि विभुद्रव्यस्य आश्रयः किमर्थं नास्ति? इतोपि किञ्चित् वदति वा? इत्युक्ते तत्र विभुद्रव्यस्य आश्रयः नास्ति, न आश्रयः नास्ति एव. तर्हि तत्र आश्रयः नास्ति इत्युक्ते किम्? इतोपि किञ्चित् सरलरीत्या वदामः चेत् किं वदामः? एकम् उदाहरणं स्वीकृत्य वदामि. आकाशः इति पदार्थं स्वीकुर्मश्चेत् तत् विभुः अपि च एकम्, अतः तस्य अवयवः नास्ति. तस्य तत् कार्यमपि नास्ति, अतः तत् अनाश्रयम्. आकाशः अनाश्रयः, यदा परमाणुः तदा आकाशमपि अनाश्रयः. इत्युक्ते निरवयवः खलु? इत्युक्ते अस्माकं निरवयवः. हा, अस्माकं विषये अत्र आकाशः अपि परमाणुवत् निरवयवः इति कृत्वा तत्र तस्य अपि च घटः इति स्वीकुर्मः चेत् तयोः मध्ये पृथगाश्रय आश्रितत्वम् इति नास्ति. तर्हि तत्र कथं संयोगः भवति इति प्रश्नः. असम्भवे अपि एकस्य मूर्तस्य पृथगाश्रय आश्रितत्वात् संयोग उपपत्तिः. हा, इति द्वयोः द्रव्योः द्रव्यद्वयमपि यौ मध्ये संयोगः भवति तौ द्रव्यद्वयमपि पृथगाश्रय आश्रितौ भवतः इति आवश्यकं नास्ति इति अत्र सूचितमस्ति. एकमेव द्रव्यं पृथगाश्रय आश्रितं भवति चेत् पर्याप्तं, संयोगः भवितुम् अर्हति, संयोगः उत्पद्यते इति. सत्यम्. अपि च उपाधिभेदः इत्यपि अस्ति खलु? इत्युक्ते तत्र घटाकाशः तयोः मध्ये संयोगः इति पश्यामः चेत् तत्र अस्मिन् प्रकोष्ठे यः आकाशः अस्ति सः आकाशः अवच्छिन्न आकाशः इति वक्तुं शक्नुमः. तर्हि घटः यदा अस्मिन् प्रकोष्ठात् बहिः गच्छति तर्हि अन्यप्रकोष्ठं वा यत्र कुत्रापि, तर्हि तत्र अस्मिन् प्रकोष्ठे यः आकाशः अस्ति तेन सह यः संयोगः आसीत् तत्संयोगः तु इदानीं नास्ति, तर्हि नूतनसंयोगः अत्र उत्पद्यते इति वक्तुं शक्नुमः. तर्हि प्रकोष्ठ अवच्छिन्न इति तत्र उपाधिः यः अस्ति प्रकोष्ठः इति, तेन अवच्छिन्ना भवति आकाशः. तर्हि आकाशस्य अपि तत्र भेदः तथा कल्प्यते खलु? तर्हि तत्र अस्मिन् प्रकोष्ठे यदाकाशः अस्ति तत् पृथक्, अन्यस्मिन् प्रकोष्ठे यः आकाशः अस्ति तत् पृथक् इत्युक्ते प्रकोष्ठ अवच्छिन्न आकाशः इति स्वीकुर्मः चेत् तर्हि तत्र तथा तस्य तयोः मध्ये तत्र पृथक्त्वं स्वीकृत्य तर्हि तत्र उपाधिभेदात् विभुद्रव्यस्य पृथक्त्वं स्थाप्यते. तर्हि तादृशविभुद्रव्यम् अपि च मूर्तद्रव्यं तयोः मध्ये संयोगः भवति इति. इत्युक्ते उपाधिं स्वीकृत्य एव विभुद्रव्यस्य संयोगः अपि च विभागः इति व्यवहारः कर्तुं शक्यते. हा, सत्यम्. तत्र उपाधिभेदात् घटः आकाशात् पृथक्, घट आकाशयोः संयोगः, घट आकाशयोः विभागश्च भवति. यदि घटम् इति उपाधि न स्वीकुर्मश्चेत् सर्वत्र आकाशे एव तिष्ठति, अतः संयोगः भवति. हा, तत्र घट इति उपाधिः नास्ति वस्तुतः. घट आकाशयोः मध्ये संयोगः खलु, तर्हि तत्र घटः इति उपाधिः नास्ति. आं भगिनि, किन्तु घटमेव उपाधिः, उपाधित्वेन घट आकाशः उत्पद्यते, घट आकाशस्य संयोगः भवितुमर्हति, विभागश्च भवितुमर्हति. न, घटः अपि उपाधिः इति भवितुम् अर्हति, अङ्गीकरोमि, परन्तु अस्मिन् वाक्ये घटः उपाधिः नास्ति. इत्युक्ते घट आकाशयोः संयोगः, घटः आकाशात् पृथक् इति तादृशं यदा भवति, यदा आकाशस्य उपाधिः अस्ति, इत्युक्ते प्रकोष्ठः इति स्वीकुर्मः चेत्, प्रकोष्ठे इदानीं घटः अस्ति चेत् घट आकाशयोः संयोगः इति वक्तुं शक्नुमः. तत्र उपाधि, आकाशस्य उपाधिः अस्ति, प्रकोष्ठः एव, प्रकोष्ठवचन आकाशः इति. अस्मिन् वाक्ये उपाधि किम्? अस्मिन् वाक्ये उपाधिः न दत्तं, यत्किमपि भव, यत्र घटः अस्ति तदेव उपाधिः. इत्युक्ते प्रकोष्ठः इति स्वीकुर्मः चेत् प्रकोष्ठः, गृहम् इति स्वीकुर्मः चेत् गृहम्. ओ, तत्र उपाधिभेदात् घटः आकाशात् पृथक्, घट आकाशयोः संयोगः. आहाहा, अत्र तु चिन्तनं घट आकाशयोः मध्ये पृथक्त्वमस्ति इति. सत्यम्. अस्तु भगिनि, सम्यक्. तर्हि तत्र तत्र पञ्चगुणाः दत्ताः खलु, सङ्ख्यापरिमाणं, पृथक्त्वं, संयोगः, विभागः. तत् ते सर्वे अपि तत्र सर्वद्रव्यवृत्तित्वमस्ति, इत्युक्ते विभुद्रव्ये अपि तस्य वृत्तित्वमस्ति, मूर्तद्रव्ये अपि तस्य वृत्तित्वमस्ति. तत् स्थापना एव तत्र उपाधिभेदः इति स्वीकृतवन्तः. अस्तु, इदानीं महोदय भवतः प्रश्नः, प्रश्नस्य समाधानं प्राप्तः, भवान् प्राप्तवान् खलु? एतदेव आसीत् खलु भवतः प्रश्नः पूर्वम्? अनेकाः प्रश्नाः मम कृते आसीत्. अस्तु, तर्हि अस्तु, एतत्तु भवतः प्रश्नः आसीत्, अहं स्मरामि. तर्हि भवतः इदानीं भवान् सन्तुष्टः चेत् सम्यक्, तत् पर्याप्तम्. यद् यद् अस्माभिः इदानीं पठितं तत् अहम् अवगच्छामि, सन्तुष्टः अपि. अस्तु, उत्तमं. तर्हि अग्रे पठतु महोदय, घटकपालयोः पृथगाश्रितस्य. घटकपालयोः पृथगाश्रय आश्रितत्वस्य संयोगापत्तिः. घटकपालयोः पृथगाश्रय आश्रितत्वस्य संयोग आपत्तिः. ओ, पुनः तस्मिन् विषये. न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिका आश्रितत्वात्, घटस्य च कपाल आश्रितत्वात् पृथगाश्रय आश्रितत्वस्य सम्भवेन कपालक्रियाया घटकपालयोः संयोग आपत्तिः सर्वदौ उक्ता वा? सर्वादौ उक्ता. ओ, सर्वादौ उक्ता अनिवार्या एव इति वाच्यं समानदिग् भागव्यापिनां दिग् उपाधिभूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्. अत्रापि न च वाच्यम् इति दृश्यते, अतः पूर्वपक्षिणः आपादनमस्ति, तस्य निवारणमपि अस्ति. पूर्वपक्षिणः किं वदति चेत्, घटकपालयोः मध्ये कपालस्य कपालिक आश्रितत्वात् तत्तु सत्यमेव कपालस्य कपालः कपालिकायाम् उत्पादयति कपालिका तु कपालस्य अवयवः अतः कपालस्य कपालिक आश्रितत्वम् अस्ति इति अङ्गीकरणीयं घटस्य च कपाल आश्रितत्वात् घटः कपालसंयोगेन उत्पत्तिः भवति अतः कपालः तु घट आश्रयं भवति घटः कपाल आश्रितं भवति अतः किम् आगच्छति पृथगाश्रय आश्रितत्वं घटकपालयोः मध्ये भवति कपालः तु कपालिकायाम् आश्रितं घटस्तु कपाले आश्रितम् अतः पृथगाश्रय आश्रितत्वं तयोः मध्ये सम्भवत्येव कपालक्रियया घटकपालयोः संयोग आपत्तिः सर्वादौ उक्त्वा घटकपालयोः संयोग आपत्तिः सर्वादौ उक्ता अनिवार्या एव घटकपालौ पृथगाश्रय आश्रितौ इति तेषां भिन्न आश्रयनिरूपणेन तौ पृथगाश्रय आश्रितौ इति निरूपितम् अत्र किन्तु कपालक्रियया कपाले क्रिया वर्तते घटकपालयोः संयोग आपत्तिः ओ कपाले क्रिया अपि भवति अतः घटकपालयोः संयोग आपत्तिः इत्युक्ते घटकपालयोः मध्ये संयोगः भवति सर्वादौ उक्त्वा सर्वादौ उक्ता अनिवार्या तत् अहं न अवगच्छामि भगिनि एतावत्पर्यन्तं स्पष्टं स्यात् सर्वैः तत् प्रश्नः अस्ति वा न भगिनि भवान् अवगतवान् इति जानामि परन्तु अन्यैः अपि अस्तु सम्यक् अवगतं भगिनि उत्तमं तर्हि तत्र कपालक्रियया घटकपालयोः संयोग आपत्तिः इत्युक्ते इदानीं तत्र पश्यतु तत्र कपालः कपालिकायां आश्रितः घटः कपाले आश्रितः इति कृत्वा तयोः मध्ये पृथकाश्रय इत्युक्ते कपालस्य आश्रयः कपालिका घटस्य आश्रयः कपालः इति तत्र भिन्नभिन्न आश्रयः इति भाति तर्हि तेन चेत् इदानीं कपालक्रियया इत्युक्ते कपाले कस्मिंश्चित् क्रिया जायते चेत् तेन घटकपालयोः संयोगः भवति वा इति प्रश्नः इति संयोग आपत्तिः इत्युक्ते संयोगः भवत् कृतकाश्रय आश्रितत्वम् इति स्वीकुर्मः चेत् यः संयोगः भवति इति यत् आगच्छति तस्य निवारणं सर्वादौ उक्ता अनिवार्या एव इति न च वाच्यम् इत्युक्ते तस्य निवारणं न भवति इति न इति इत्युक्ते तत्रापि संयोगः न जायते इति एव अवगन्तव्यम् इति यः संयोग आपत्तिः वयम् आरम्भे उक्तवन्तः तस्य निवारणं न भवति इति नास्ति. इत्युक्ते तयोः मध्ये यद्यपि तत्र पृथगाश्रयाश्रितत्वं अस्ति इति दृश्यते, तेन तयोः मध्ये संयोग संयोगः भवति इति नास्ति इति एव. किमर्थम् इत्युक्ते द्वितीयवाक्यमस्ति. महोदय तदपि पठति वा? इदानीम् अवगतं. सर्वादौ उक्ता अनिवार्या इत्युक्ते सर्वादौ एतत् पत्रस्य आरम्भे तदेव उक्तं, तत् इदानीमपि निवारणं तस्य निवारणं न अभवत् इति न वाच्यम् इति अस्ति. इत्युक्ते सर्वादौ उक्ता अनिवार्या इत्युक्ते तस्य निवारणं न अभवत् इति पूर्वपक्षी वदति, तथा न वाच्यम् इति सिद्धान्ति वदति. समानदिग्भागव्यापिनां, समानदिग्भागव्यापिनाम् इत्युक्ते यौ ये ये पदार्थाः एकस्मिन् देशे, दिग् इत्युक्ते देशः, समानौ इत्युक्ते समान इत्युक्ते एकस्मिन् एकस्मिन् देशे एव ते सन्ति चेत्, व्याप्तः चेत् दिग् उपाधिभूतानां घट अवयव, प्रथमं दिग् उपाधिभूतानां इत्युक्ते घटमपि दिग् उपाधिः, कपालः अपि दिगुपाधिः, कपालिका अपि दिगुपाधिः, तेषां घट अवयवपरम्परागतानाम् इत्युक्ते घटं तस्य अवयवं कपालः तस्य अवयवं कपालिका, तस्य अवयवः कपालिका इति परम्परागतानाम् एतानामपि कपालकपालिकादीनां, तस्य विवरणमेव, घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् इत्युक्ते तयोः मध्ये परस्पर अवधिकपृथक्त्वम् अस्माभिः न अङ्गीकार्यं, वयं न स्वीकुर्मः. किं तयोः मध्ये परस्पर अवधिकपृथक्त्वम् अस्ति इत्युक्ते घटे कपाल अवधिकपृथक्त्वम् अस्ति इति वा, कपाले कपालिका अवधिकपृथक्त्वम् अस्ति इति वा वयं न स्वीकुर्मः. अतः तयोः मध्ये परस्पर अवधिकपृथक्त्वं नास्ति, अतः ते समानदिग् भाग व्यापितवन्तः, अतः तयोः मध्ये संयोगः कदापि न भवति इति. बहु सुन्दरं महोदय, तावदेव अस्ति. तस्य एव विवरणम् अधोभागे यद् भवान् इदानीम् उक्तवान् तस्य एव विवरणम् अधोभागे अस्ति. तर्हि बहु सम्यक्तया उक्तवान्. अद्य प्रायः स्थगयामः, आगामिकक्षायां मेलिष्यामः. तर्हि प्रश्नः अस्ति चेत् इदानीं पृच्छतु, नो चेत् आगामिकक्षायामपि किञ्चित् तस्य विषये चर्चयित्वा अग्रे पठितुं शक्नुमः. अस्तु भगिनि, भवती आगतवती वा? किमर्थं नाम न उक्तवती? अस्तु, चिन्ता नास्ति.